सरस्वती महाभाग्ये विद्ये कमललोचने विश्वरूपे विशालाक्षी विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति सार्वधातुकलकाराः अर्धधातुकलकाराः च। वयं दृष्टवन्तः तत्र एतादृशः विभजनं लकाराणां दशलकाराणाम् एतादृशः विभजनं मात्रा कृतम्। सूत्राणां तत्र अष्टाध्यायीग्रन्थे सूत्राणां तत्र यः विभजनम् अस्ति महर्षिणा तत्र सार्वधातुकलकारेषु सार्वधातुकनिमित्तीकृत्य तत्र केचन लकारेषु तत्र कार्याणि सम्भवन्ति, अपि च अर्धधातुकलकारेषु अपि तत्र ये षट् लकाराः सन्ति तत्र भिन्नरीत्या तत्र प्रकृतिः प्रक्रिया भवति। अतः मात्रा सूत्र तत्र अष्टाध्यायीग्रन्थस्य सूत्राणाम् आधारेण एव एतादृशः विभजनं तया एतत् कृतं। तत्र वयं जानीमः सर्वदा तत्र स्मर्तव्यं सार्वधातुकलकारेषु तत्र चतुर्णां लकाराणां तत्र चर्चा आयाति, लट् लोट् लङ् विदिलिङ्, अपि च तत्र ये अन्यषट् लकाराः तत्र आर्धधातुकप्रक्रिया भवति। सो सार्वधातुक अपि च आर्धधातुकप्रक्रियायां तत्र मुख्यभेदः कः इति वयं दृष्टवन्तः। सार्वधातुकलकारेषु इत्युक्ते चतुर्षु लकारेषु तत्र गणचिन्तनम् आवश्यकम्। सो धातुः कस्मिन् गणे अस्ति तस्य आधारेण तत्र घननिमित्तिकविकरणप्रत्ययः धातुतिबादयस्य मध्ये आयाति। यदा तत्र धातुविषये तत्र पदनिर्माणं भवति तिङन्तपदस्य निर्माणार्थमपि तादृश सार्वधातुप्रक्रिया भवति, कृदन्तपदस्य निर्माणार्थमपि एतादृशः चिन्तनम् आवश्यकम्। यदि कृत्प्रत्ययः सार्वधातुकसंज्ञकः तत्र सार्वधातुप्रक्रिया भवति, यदि कृत्प्रत्ययः अर्धधातुकप्रक्रिया अर्धधातुक अस्ति अर्धधातुकसंज्ञकः अस्ति तत्र अर्धधातुकप्रक्रिया भवति। इत्युक्ते तत्र अर्धधातुकप्रक्रियायां गणचिन्तनं न करणीयं, तत् अनावश्यकम्। धातुः कस्मिन् गणे अस्ति इति चिन्तनम् अनावश्यकम्, अतः तत्र एतादृशः चिन्तनं न करणीयं। सो कृत्सु अपि समानप्रक्रिया भवति, तिङ्सु अपि समानप्रक्रिया भवति। मुख्यतया धातोः अनन्तरं लकारस्य स्थाने तत्र तिवादयः विधीयते, अपि च तत्र धातोः अनन्तरं तत्र कृत्प्रत्ययानां विधानम्। अतः अस्माभिः तत्र एतादृशः मनसि तत्र स्पष्टता अस्ति चेत् प्रक्रिया कथं करणीयम् इति तत्र सौलभ्यं भवति। अपि च कृत्प्रत्ययेषु अपि तत्र बहु न्यूनानि सार्वधातुकसंज्ञकप्रत्ययाः सन्ति, यथा शतृशानच्। अन्य सर्वे कृत्प्रत्ययाः ये परिचितकृत्प्रत्ययाः ते सर्वे अर्धधातुकसंज्ञकाः, अतः तत्र गणचिन्तनम् अनावश्यकम्। केवलं शतृशानच् विषये गणचिन्तनं करणीयं, गणचिन्तनं धातुः कस्मिन् गणे अस्ति। किमर्थं चेत् शप् विधानं, शन् विधानं, श विधानं, श्नं विधानम् एतेषां प्रत्ययानां विधानं सार्वधातुकसंज्ञकः निमित्तीकृत्य सार्वधातुकसंज्ञकप्रत्ययः निमित्तीकृत्य एव भवति। यदि धातुः अर्धधातुकप्रत्ययः पश्यति तत्र कर्तरि शप् अपि च अन्येषां सूत्राणां तत्र प्रसक्तिः न भवति, अतः तत्र तादृशचिन्तनम् अनावश्यकं, न करणीयम्। अतः एतादृशः विभजनं मात्रा तत्र कृतम्। अनेन प्रक्रिया सुलभं भवति। तत्र वयं सार्वधातुकप्रक्रियायां तत्र अनन्तरमपि अद्य वयं पश्यामः सार्वधातुकप्रक्रियायां ये तत्र दशगणाः सन्ति धातूनां, किमर्थं चेत् सार्वधातुकप्रक्रियायाम् एव गणचिन्तनं भवति। तत्र पाणिनिना दशगणाः तत्र धातूनां कृते तत्र दत्तानि, तेषां गणानां कृते अपि तत्र मातृभिः अनन्तरं तत्र भागद्वयं सा कृतं सा कृता तत्रापि तत्र भुवादि अपि च तुदादि अपि च चुरादि अपि च दिवादि 1, 4, 6, 10 एतेषु गणेषु तत्र अदन्त अङ्गं निष्पद्यते, इत्युक्ते तत्र तिबादयस्य कृते अदन्त अङ्गं भवति. अतः एतेषु चतुर्षु गणेषु तत्र एका प्रक्रिया भवति, अन्येषु षट्सु गणेषु तत्र भिन्नप्रक्रिया भवति. इत्युक्ते तिबादयस्य यः आदेशः, तिबादयस्य यः परिवर्तनं भवति सः अङ्ग आधारेण भवति. यदि अङ्गम् अदन्तम् अस्ति चेत् तिबादयस्य एक आदेशः भवति, यदि अङ्गम् अदन्तम् अनदन्तम् अस्ति चेत् तिबादयस्य कृते भिन्न आदेशः. अतः अग्रे अपि अद्य वयं पश्यामः पुनः तत्र सार्वधातुलकारेषु सार्वधातुप्रक्रियायां यद् यत्र गणचिन्तनं भवति तत्र पुनः भागद्वयं मातृभिः मात्रा कृतं, तत् किम् इति अद्य वयं पश्यामः. अत्र बहु किमपि नास्ति अस्मिन् करपत्रे. अस्मिन् करपत्रे तावदेव लिखितं सार्वधातुप्रक्रिया अपि च अर्धधातुलकारेषु यः विभजनं, लकाराणां यः विभजनं, किमर्थम् एतादृशः विभजनं तत्र कृतम्, अपि च तत्र मुख्यभेदः कः. मुख्यभेदः एवमेव अस्ति, सार्वधातुकलकारेषु तत्र गणचिन्तनम्, अर्धधातुकलकारेषु गणचिन्तनम् अनावश्यकम्, तत्र इडागमस्य विचारः करणीयम् इति तत्र मुख्यभेदः. अग्रे अपि एतत् करपत्रम् अन्यं करपत्रम् अस्ति, सार्वधातुकलकाराः अर्धधातुकलकाराः तेषाम् अधिकचिन्तनं, तत्र किञ्चित् अधिकं लिखितम्. अत्र तु ये पीठिकारूपेण एव तत्र दत्तं किमर्थम् एतादृशः विभजनम् अपि च तत्र मुख्यभेदः कः. अस्तु, इदानीं तत्र पञ्चबिन्दु गतसप्ताहे पठितम्, इदानीं तत्र एकम् अन्यत् परिच्छेदः अस्ति पञ्चबिन्दौ, परं द्रक्ष्यामः, ततः आरभ्य अद्य पठामः. अहं चिन्तयामि अत्र अधिकं किमपि नास्ति अस्मिन् करपत्रे, एकवारम् एतस्य करपत्रस्य अद्य समापयामः. अत्र किमपि अधिकं नास्ति. अस्तु, कः प्रारम्भं करोति? चेत्रा भगिनी पठति वा? आम् पठतु. परं द्रक्ष्यामः. परं द्रक्ष्यामः यत् अङ्गं च प्रत्ययः च द्वयोः कार्यकारणसम्बन्धः भवति. आधिक्येन अङ्गे कार्यं क्रियते, तस्य कार्यस्य कारणम् अस्ति परे स्थितः प्रत्ययः, यथा भूयोगश भूयोग अ. अत्र भूयोग अ बिकम्स् भूयोग अ इति गुणकार्यं भवति. तस्य गुणकार्यस्य कारणं शप् प्रत्ययः. अस्य कार्यकारणं कारणसम्बन्धस्य कृते निमित्तम् इति उच्यते. अतः भूधातौ यत् अङ्गकार्यं भवति तत् शपं निमित्तं मत्वा अङ्गकार्यम् अथवा शपं निमित्तीकृत्य अङ्गकार्यम् अथवा शप् निमित्तकम् अङ्गकार्यम् इति. कदाचित् प्रत्यये कार्यं क्रियते न तु अङ्गे, यथा इडागमविषये. अग्रे गत्वा तादृशप्रसङ्गोऽपि परिशीलयिष्यते. अत्र प वदति यत् अङ्गम् अस्ति अङ्गसंज्ञा कुत्र अस्ति अङ्गम् इत्युक्ते परं किम् अस्ति तत् अङ्गम् इति उच्यते. प्रश्नः कः भगिनि, अङ्गसंज्ञा कुत्र, तस्य विवरणं चर्चा कुत्र आयाति? अङ्गम् इति कदा वयं वदामः एतत् अङ्गम्? प्रत्ययः आयाति चेत् तस्य पूर्वं, यत्र प्रत्ययः तत्र एव अङ्गम्, यत्र प्रत्ययः आयाति तत्र एव अङ्गं भवति. यावत्पर्यन्तं प्रत्ययः न आयाति तावत्पर्यन्तं सः अङ्गं नास्ति. किमर्थं चेत् अङ्गस्य तादृशसंज्ञा अस्ति, प्रत्ययात् प्रत्ययस्य प्राक् यत् भागं तस्य अङ्गसंज्ञा. अतः यावत्पर्यन्तं वयं प्रत्ययः न योजयामः तत्पर्यन्तं शब्दसमूहस्य अङ्गसंज्ञा न भवितुं शक्नोति. यदा वयं प्रत्ययः योजयामः तदा एव तस्य शब्दसमूहस्य अङ्ग इति एकम् अन्यत् संज्ञा भवति. सो अत्र विषयः कः? अस्मिन् परिच्छेदे विषयः अस्ति प्रकृतियोगप्रत्ययः यदा भवति तदा एव तत्र अङ्गम् इति, पूर्वे यः भागः सः अङ्गं भवति, प्रत्ययः प्राक् यः भागः सः अङ्गं भवति. अनन्तरं किं लिखितम्? अङ्गे किं भवति? आधिक्येन अङ्गे एव कार्यं. वदतु. अङ्गम् अपि च प्रत्ययस्य सम्बन्धं विषये लिखितमस्ति. अङ्गं प्रत्ययः कारणम् अस्ति अङ्गे कृते. उदाहरणे अस्ति कार्यम् अङ्गे भवति, प्रत्ययः तत् कार्यस्य कृते कारणं भवति. सो व्याकरणशास्त्रे यः कारणम् अस्ति तस्य अन्यनाम किम्? निमित्तं. तत्र उदाहरणमपि अस्ति, वदतु. भूयोग शप् प्रत्ययः अस्ति, भू धातु अस्ति, शप् अनुबन्धलोपानन्तरम् अ भवति, भूयोग अ. अनन्तरं शप् षित् अस्ति, अतः सार्वधातुकम् अस्ति, अतः गुणकार्यं भवति. अतः सार्वधातुप्रत्ययेषु पित्वम् अपित्वम् अपि द्रष्टव्यम्. आमामां, शप् पित् अपि अस्ति, अपित् नास्ति. अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भवति. अतः शप् प्रत्ययः कारणम् अस्ति गुणकार्यस्य कृते. कारणम् और् निमित्तम् इति अपि उच्यते. सो शप्पम् वि केन् से इट् इन् डिफ्रेण्ट् वेस्. शपं निमित्तं मत्वा अङ्गकार्यं, शपं निमित्तीकृत्य अङ्गकार्यम्, अथवा शप् निमित्तकम् अङ्गकार्यम् इति वक्तुं शक्यते. कदाचित् प्रत्यये कार्यं क्रियते, न तु अङ्गे. इडागमः विषये प्रत्ययस्य पूर्वम् इडागमः भवति, अतः तत्र अङ्गं कार्यं न क्रियते, प्रत्यय एव कार्यम् अपि क्रियते इति. इत्युक्ते वयं दृष्टवन्तः कार्यः यः अस्ति, यः परिवर्तनम् अस्ति, सः प्रायशः अङ्गे भवति, परन्तु कदाचित् प्रत्यये अपि कार्यम् अस्ति. कदाचित् तत्र प्रत्यये अपि कार्यं भवति, यथा इडागमः. इडागमः प्रत्ययस्य आगमः, न तु अङ्गे किमपि कार्यं भवति. सो इडागमः आगमरूपी कार्यमस्ति, सः प्रत्यये तादृश आगमः भवति. अतः अत्र लिखितं यदि वयं मनसि स्थापयामः तत्र अङ्गे एव कार्यम्, अङ्गे एव कार्यं, तादृश नास्ति. कदाचित् प्रत्यये अपि कार्यं क्रियते, तत्र अपि कार्यं भवति, यथा इडागमः. अस्माकं तत्र परिचितं यः अस्ति इडागमः. सो इडागमः प्रत्यये भवति, न तु अङ्गे भवति. सो यः इकारस्य आगमः सः प्रत्यये भवति इति लिखितम्. सो तादृशप्रसङ्गे अत्र लिखितम्, अग्रे गत्वा तादृशप्रसङ्गो अपि परिशीलिष्यते. अत्र का सन्धि भगिनि? तादृशप्रसङ्गो अपि परिशीलिष्यते. तादृशप्रसङ्गो उत्वम् अपि च परसवर्ण न परस पूर्वरूपसन्धि. पूर्वरूपसन्धि प्रथमे तत्र विसर्गस्य उत्वम्, अनन्तरं तत्र पूर्वरूपसन्धि. आम्, अग्रे अपि पठतु. षष्ठबिन्दुः अपि पठतु. तिपादीन् निमित्तकृत्य धातुविकरणयोः मेलनेन यत् अङ्गम् निष्पद्यते तस्य अन्तिमः वर्णः अकारः अस्ति चेत् अङ्गम् अदन्तम् इत्युच्यते. अत् इत्युक्ते ह्रस्वः अकारः. सपरस्तत्कालस्य इति सूत्रेण तकारे परे सति प्राक् यः स्वरः तस्य एव कालस्य सङ्केतः. अत्योग अन्तम् अदन्तम् धातुविकरणयोः मेलनेन निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत् अङ्गम् अनदन्तम् इत्युच्यते. सो तिङ् प्रत्यया तिबान् तिङ् तिप् प्रत्ययस्य निमित्तम् अस्ति चेत् धातुः विकरणयोः मेलनेन यत् अङ्गं निष्पद्यते तस्य अन्तिम विकरणप्रत्ययस्य अन्तिमवर्णः अकारः अस्ति चेत् तस्य अङ्गस्य नाम अदन्तम् इति. अत् ह्रस्व अकारः अस्ति, अतः तत्कालस्य इति सूत्रेण ह्रस्व अकारस्य ग्रहणम् एव करोति. ऐ मीन् काल विल् बि ह्रस्व एव इति. इत्युक्ते अदन्तम् इति तस्य किं वदामः? अदन्तम् इत्युक्ते किम्? अदन्तम् इत्युक्ते अकारस्य अकारः अन्तिमवर्णः इति. इत्युक्ते अत्र बहुव्रीहिसमासः अस्ति. ह्रस्व अकारः अन्ते यस्य तत् अदन्तम्. अत्र जस्तु सन्धि भूत्वा अत्र त ध भवति, अदन्तम् इति तत्र भवति. सो अदन्तम् इत्युक्ते कस्य अन्यत्य विषये अस्ति. अदन्तम् इत्युक्ते अङ्गम् अदन्तम् अस्ति. सो यस्य अङ्गस्य अन्ते ह्रस्वकारः, किमर्थं चेत् अत्र तपरकरणम् अस्ति. अत् इति यः अस्ति तत्र, अतः तत्कालस्य एव बोधकः. तकारे पूर्वे यः स्वरः तत्र ह्रस्व अकारः अस्ति, अतः ह्रस्व अकारः यस्य अङ्गस्य अन्ते सः अदन्तम् अङ्गम् इति वदामः. तिबादयः तिप् अपि प्रत्ययः तिबादयः अपि प्रत्ययाः एव तेषां कृते तत् तेषां प्राक् यत् भागं तद् अङ्गम् अस्ति सो भुवादिगणे प्रायशः तत्र तिबादयस्य कृते सर्वदा तत्र अदन्ताङ्गमेव निष्पद्यते अतः तिबादीन् निमित्तीकृत्य तत्र यद्यपि मूलधातुः इगन्त अस्ति नो चेत् इदुपद् अस्ति उदुपद् अस्ति ऋदुपद् अस्ति तथापि तिवादनिमित्तीकृत्य तत्र गुणकार्यं न भवितुं शक्नोति किमर्थं चेत् तत्र तिवादयस्य कृते सर्वदा अदन्ताङ्गमेव निष्पद्यते शप् प्रत्ययस्य अकारः शप् प्रत्ययनिमित्तीकृत्य तत्र अङ्गकार्यं परन्तु तिवादयनिमित्तीकृत्य तत्र गुणकार्यम् इत्युक्ते मुख्य अङ्गकार्यं किम् अस्ति गुणकार्यं सो तिबादयनिमित्तीकृत्य तत्र अदन्ताङ्गं निष्पद्यते अतः तिबादयस्य कारणेन तत्र कोऽपि गुणकार्यं नास्ति किमर्थं चेत् अदन्ताङ्गम् अस्ति अन्ते अकारः उपधायां कोऽपि व्यञ्जनः अस्ति अतः तत्र गुणकार्यस्य कोऽपि अवसरः एव नास्ति भुवादिगणे कदा तिबादयनिमित्तीकृत्य तिबादयस्य कारणेन परन्तु शप् कारणेन यदि अङ्गं तत्र धातुरूपी अङ्गम् यः अस्ति यदि सः इगन्तम् अस्ति नो चेत् इदुपद् अस्ति उदुपद् अस्ति ऋदुपद् अस्ति तत्र अङ्गकार्यं भवति परन्तु तिबादयनिमित्तीकृत्य तिबादयनिमित्तीकृत्य अङ्गं किम् अस्ति धातुविकरणयोः मेलनेन यत् शब्दसमूहः निष्पद्यते तदेव अङ्गं भवति तिवादयस्य कृते अतः सर्वदा भुवादिगणे एकसहस्रधातवः सन्ति तत्र आहत्य तत्र केवलम् उपधिसहस्रधातवः सो प्रथमगणे एव तत्र एकसहस्रधातवः उप एकसहस्रधातवः अतः सर्वदा अत्र तिप् निमित्तीकृत्य कोऽपि गुणकार्यं नास्ति किमर्थं चेत् अत्र अदन्तम् अङ्गं निष्पद्यते शप् प्रत्ययस्य अकारः सर्वदा तत्र अन्ते योजनीयं धातुरूपी अङ्गस्य यत्किमपि कार्यं भूत्वा तत्र अकारः योजनीयम् अतः सर्वदा तत्र अदन्ताङ्गमेव निष्पद्यते सो तिप् निमित्तीकृत्य तत्र कोऽपि कार्यं नास्ति गुणकार्यं नास्ति इति अत्र लिखितं सो अदन्ताङ्गं केषु केषु गणेषु भवति इति वयम् अग्रे पठामः अवगतं वा भगिनि आं भगिनि परन्तु रुदादिगण अपि ह्रस्वकार एव खलु न इति अदन्तम् एव खलु पुनः पृच्छतु तत्र मध्ये रुदादिगण पुनः पृच्छतु मध्ये किमपि न श्रुतं रुदादिगणे विकरणप्रत्ययः न अस्ति तदपि अदन्तं खलु न न रुदादिगणे विकरणप्रत्ययः कः श्नम् अस्ति अनुबन्धलोपानन्तरं न भवति परन्तु श्नम् अस्ति चेत् तत्र मिदो अञ्चो मिदचो अन्त्यात् परः इत्यनेन कुत्रचित् मध्ये आयाति न सनकारः अन्ते न आयाति परन्तु अनुबन्धलोप अनन्तरं नकार एव आम् परन्तु सः नकारः कुत्र आयाति न इति भागः केवलं नकारः नास्ति नकारः अकारः अकारः अस्ति खलु भगिनि अत् अस्ति ऐ मीन् एतत् अत्यन्तम् एव खलु न तत्र यः विकरणप्रत्ययः रुदादिगणे यः विकरणप्रत्ययः सः शिनम् सो सः धातुतिबादयस्य मध्ये तु न आयाति एकं गणे धातुविकरणप्रत्ययस्य मध्ये न आयाति सः कुत्र न इति भागः कुत्र आयाति विकरणप्रत्ययस्य मध्ये न धातुयोगतिबादयः तिबादयस्य कारणेन मध्ये श्नम् आयाति शिनं प्रत्ययः ना इति भागः अवशिष्यते, परन्तु शिनं प्रत्ययः मित् अपि अस्ति. शिनं प्रत्यये मकारस्य इत्संज्ञा अस्ति. यस्मिन् अत्रापि प्रत्यय आदे प्रत्ययरूपी आगमः भवति. तिबादयनिमित्तीकृत्य सार्वधातुकप्रत्ययनिमित्तीकृत्य धातुतिबादयस्य धातोः प्रत्ययस्य आगमः भवति. शिनमिति आगमः कस्यचित् पूर्ववर्णस्य स्थाने न आयाति, एकं नूतन वर्णसमूहः धातोः अनन्तरम् आयाति. सः वर्णसमूहः यः अस्ति अत्र प्रत्ययरूपी आदेशः आगमः भवति. सो आगमे यदि मकारस्य इत्संज्ञा अस्ति मिदचो अन्त्यात् परः इति सूत्रेण सः धातो यः अन्तिम स्वरः तस्य अनन्तरं तत्र स्थापनीयम्. सो प्रायशः तत्र यः ना इति भागः न योग अ नकारः योग अकारः सः धातु कुत्रचित् मध्ये आयाति, अन्तिमस्वरस्य परे अस्माभिः स्थापनीयं. सो प्रायशः तत्र हलन्तधातवः एव सन्ति. सो तत्र ना इति भागः यद्यपि अन्ते अकारः अस्ति तथापि सः कुत्रचित् मध्ये आयाति, अतः तत्र हलन्तं तिबादयस्य कृते अदन्ताङ्गं न निष्पद्यते. यद्यपि तत्र आ अस्ति अन्ते तथापि परन्तु सः न इति भागः कुत्रचित् धातौ मध्ये आयाति, अन्तिम स्वरस्य अनन्तरम् आयाति, अतः तत्र अदन्ताङ्गं न निष्पद्यते. अग्रे कः पठति? गिरिजा भगिनी अग्रे पठति वा? सप्तमिन्दु श्रमितान् भगिनी न पठितुं शक्नोमि भगिनि. चिन्ता मास्तु. पूर्णिमा भगिनी पठति वा? धातूनां दशगणाः सन्ति इति तु ज्ञातं. दशधातुगणाः पुनः विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम्. येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते. येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते. धातूनां दशगणाः भवन्ति. कुत्र गतं? दश धातुगणः पुनः विभक्तः भवन्ति अङ्गस्य अन्तिमवर्णानुसारं. यदा यत्र अस्ति तदजन्त अङ्गः भवति, अन्यत् अनदन्त अङ्गः इति भवति. प्रथमगणसमूहादिगण दिवादिगण तुसादिगण चुरादिगणः द्वितीयगणसमूहः अगादिगणः ज्योत्यादिगणः स्वादिगणः रुदादिगणः धनादिगणः क्रयादिगणः. दशलकाराः अपि गणद्वये विभक्ताः, सार्वधातुकलकाराः आर्धधातुकलकाराः च. सो दशगणा अत्र प्रथमगणसमूहे चतुर्षु गणेषु तत्र विकरणप्रत्ययः कः भगिनि? प्रथम गणे शप् अस्ति, द्वितीयगणे शप् लुक् भवति, तुदादिगणे प्रथम गणसमूहः यः अस्ति भुवादि दिवादि तुदादि अपि च चुरादि, तस्य विषये वदतु. भुवादिगणस्य भुवादिगणे तत्र अकारः अकारः भवति, दिवादिगण अपि अकारः. पूर्णिमा भगिनी थोडा ऊञ्चा ध्वनि थोडा ऊञ्चा कर दीजिए. मम ध्वनिः ऊञ्चा एव भवति महोदय. किञ्चित् अत्र वेदर् सम्यक् नास्ति भगिनि, आस्ट्रेलिया मध्ये अस्मि अतः वृष्टिः अस्ति अतः सम्यक् वैफै नास्ति इति भाति. वदतु अन्य कोऽपि पठतु भगिनि. सम्यक् अस्ति भगिनि, एतत् समापयतु. अदादिगणस्य न दिवादिगणविषये वदतु तत्रापि दिवादिगणे खलु भगिनि न न क्यन् शन् शन् यकार यकार आगच्छति दिवादिगणकारः नास्ति या इति भागः अस्ति अतः यकार आकार या इति भागः भवति त्रुदादिगणे न सा इति विकरणप्रत्ययः एव भवति चुरादिगणे इकार भूत्वा शप् इति भवति तत्रापि अकार एव भवति सो सर्वे अपि अदन्तदातवः भवन्ति चुरादिगणे कः भागः श्रूयते धातुतिपादयस्य मध्ये कः भागः श्रूयते इकार आगत्य प्रथमं निच् इकार भवति अनन्तरं शप् भवति निच् परा शप् भवति सो अत्र अय इति भागः श्रूयते अय अकारः यकारः अकारः सो अन्ते अकारः अत्रापि अस्ति अतः एतेषु चतुर्षु गणेषु तत्र सर्वदा तिबादयस्य कृते अदन्ताङ्गम् एव निष्पद्यते अन्ते अकारः सर्वत्र श्रूयते एतेषु चतुर्षु गणेषु अतः अन्ते अकारः श्रूयते अतः अत्र प्रथमगणसमूहः सो प्रथमगणसमूहः अदन्त अङ्गम् अस्ति तत्र सर्वदा तिबादयस्य कृते अदन्तङ्गम् परन्तु ये अन्यगणाः सन्ति अन्यषट् गणाः तत्र तिबादयस्य कृते अनदन्तं कुत्रचित् दीर्घ आकारः अदादिगणे जुहोत्यादिगणे तत्र किमपि नास्ति सो यः धातुरूपी अङ्गम् अस्ति सः एव तिबादयस्य कृते अङ्गं भवति स्वादिगणे तत्र श्नम् अस्ति सः स्वादिगणे तत्र श्नु अस्ति तत्रापि उ अन्ते श्रूयते सो अदन्तं नास्ति अन् अदन्तम् अस्ति रुदादिगणे श्नम् अस्ति तत्रापि धातुरूपी यः अङ्गम् अस्ति सः एव तिबादयस्य कृते अङ्गं भवति धनादिगणे तत्र उ इति विकरणप्रत्ययः सो तत्रापि अन् अदन्तम् अङ्गम् अस्ति तिबादयस्य कृते एतत् सर्वं यः गणसमूहः अत्र प्रथमगणसमूहः अपि च द्वितीयगणसमूहः अन्तिम अङ्गस्य अन्तिमवर्ण अनुसृत्य एव अपि च तिबादयस्य कृते तिबादयस्य कृते अङ्गस्य अन्तिमवर्ण अनुसृत्य एव एतादृशः विभजनम् अस्ति तिबादयस्य कृते अङ्गम् अदन्तं वा अन् अदन्तं वा इति तत्र एतादृशः विभजनम् सो अदादिगणे ज्योत्यादिगणे स्वादिगणे रुदादिगणे तनादिगणे अपि च क्रयादिगणे एतेषु षट्सु गणेषु तिबादयस्य कृते अन् अदन्तम् अङ्गम् अस्ति ह्रस्व अकारः अन्ते नास्ति कोऽपि अन्यवर्णः अन्यस्वरः अन्ते अस्ति नो चेत् कोऽपि हल् व्यञ्जनः अन्ते अस्ति परन्तु भुवादिगणे द्विवादिगणे तुदादिगणे अपि च चुरादिगणे एतेषु चतुर्षु गणेषु सर्वदा तत्र तिबादयस्य कृते ह्रस्व अकारान्तरूपी अङ्गमस्ति अतः अदन्तम् अङ्गमस्ति किमर्थं चेत् यः तिबादयस्य तत्र कार्यं भवति परिवर्तनं भवति अष्टाध्यायीग्रन्थे सूत्राणां यः तत्र तिबादयस्य कृते यः परिवर्तनं तिबादये ये कार्याणि सिध्यन्ति ये कार्याणि सम्भवन्ति तेषां कृते तत्र अदन्तम् अङ्गम् अस्ति चेत् एकरूपी कार्यम् अन् अदन्तम् अस्ति चेत् भिन्नरूपी कार्यम् अतः एतादृशः गणानां विभजनं तस्य सूत्राणाम् आधारेण एव कृतं सो तिबादयस्य प्राक् अदन्तम् अङ्गम् अस्ति चेत् एकरूपी कार्यं तिबादयस्य प्राक् अन् अदन्तम् अङ्गम् अस्ति चेत् भिन्नकार्यं भवति अतः विभजनं कृतं माताजिना एतत् विभजनं कृतं माताजी द्वारा एतत् विभजनं कृतं गणानामपि विभजनं लकाराणामपि विभजनम् लकाराणां विभजनं तत्र गणचिन्तनं करणीयं वा न करणीयं तस्य आधारेण गणानां विभजनं अङ्गम् अदन्तमस्ति वा अनदन्तमस्ति तस्य आधारेण. किमर्थं चेत् तिवादयसि यः परिवर्तनं भवति सः अङ्गं कीदृश अङ्गम् अस्ति, अदन्ताङ्गम् अस्ति चेत् एकादृशी प्रक्रिया भवति, एकादृशी प्रक्रिया भवति तत्र. यदि अङ्गम् अदन्तं नास्ति अनदन्तम् अस्ति तत्र भिन्नप्रक्रिया भवति, भिन्ना प्रक्रिया भवति इति तत्र मुख्यभेदः. अतः एतादृशः गणानामपि विभजनं. सो केवलं चतुर्षु गणेषु, सी अत्र भुवादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे, एतेषु चतुर्षु गणे तत्र अराौण्ड् 1700 धातवः सन्ति. सो यदि वयम् अदन्त अङ्गानां कृते तत्र तिबादयस्य तत्र सिद्धिः कथं भवति, सो औट् आफ् 2000 वि विल् कम् टु नो अबौट् द 1700 धातुस्. सो तादृश तत्र सौलभ्यम् अस्माकं कृते तत्र भवति यदि वयम् एतादृशः चिन्तनस्य आधारेण तत्र तिबादयस्य निर्माणं कुर्मः इति तत्र सौलभ्यार्थम् एव एतत् सर्वं कृतम्. किं महोदय? भवती किम् अवदत् लकार विषये विभञ्जनं किं कारणे अस्ति? घनचिन्तनं सार्वधातुकलकारेषु घनचिन्तनम् आवश्यकम्, अर्धधातुकलकारेषु घनचिन्तनम् अनावश्यकं, न करणीयं तत्र. कर्तरि शब्दसूत्रस्य प्रसक्तिः एव नास्ति. सार्धातु सर्वदा मत जो कि अंगे कार्यम भवति और एवं आर धातु के मत प्रत्यय प्रत्यय कार्यम भवति. न न तथा नास्ति महोदय. तत्रापि अर्धधातु प्रक्रिया तत्र अर्धधातु प्रक्रियायाम् अपि अंगे कानिचन कार्याणि सम्भवन्ति, परन्तु मुख्यतया तत्र यः इडागम भवति तत्र मुख्यतया यः इडागमस्य विचारः सः इडागमः प्रत्ययागमः भवति. परन्तु यदि अङ्गे कोऽपि कार्यमस्ति तत्तु करणीयमेव. प्रायशः अङ्गे एव औत्सर्गिकरूपेण कार्याणि सम्भवन्ति, प्रत्यये न्यूनानि कार्याणि सम्भवन्ति, परन्तु इडागमः तु इडागमः प्रत्यये प्रत्यये भवति. कुत्रचित् तत्र अङ्गे अपि कार्यं भवति. सो प्रायशः यदा प्रत्ययोग प्रकृतियोगप्रत्ययः अस्ति प्रायशः तत्र अङ्गे कार्याणि सम्भवन्ति, परन्तु कदाचित् प्रत्यये अपि कार्यं भवति इति लिखितं पूर्वे. इडागम न भवति तत्र अङ्गे कार्यं भवति, इडागम अस्ति तत्र प्रत्यये कार्यं भवति. कुत्रचित् द्वयमपि भवितुं शक्नोति न महोदय, इडागमः अपि भवति अङ्गे अपि कार्यं भवति. कुत्र भवति महोदय? इडागम अभवत् तत्र तु इडागमं कार्यं पश्यामः. यदा वयम् उदाहरणानि पश्यामः तत्र एव पश्यामः महोदय. इदानीं तु तत् विषयः नास्ति. मञ्जरी भगिनी अग्रे पठति वा भगिनी? अष्ट अधुना एव आगतमिति, परन्तु अहं पठामि. दशलकाराः अपि गणद्वये विभक्ताः, सार्वधातुकलकाराः अर्धधातुकलकाराः च. तयोः भेदः कः? क्रियापदस्य निर्माणक्रमे सर्वप्रथमम् अस्माकं विविक्षानुगुणं धातुः आनीयते. यथा वद इति धातुः, तदा पुनः विवक्षानुगुणं लकारः आनीयते, यथा लट् लकारः. पदयोग लट् परं लाटः स्थाने तिबादयः आनीयते यथेच्छं, यथा प्रथमपुरुष एकवचने तिप्, पकारस्य इत्संज्ञा लोपश्च ति इति अवशिष्यते. वद योगति अत्र सर्वमहत्त्वपूर्णसिद्धान्तः वद ति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति, यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति. अत्र वदामः यत् वद् धातूनां ति प्रत्ययः दृश्यते यतः तयोः मध्ये बाधा नास्ति, अन्य कोऽपि प्रत्ययः नास्ति. येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुक तिङ् प्रत्ययः दृश्यते, अपि च सः तिङ् प्रत्ययः कर्तृत्वे अस्ति, तत्र सः लकारः सार्वधातुकलकारः इति उच्यते. क्रियापदस्य निर्माणक्रमे धातुना तिङ् प्रत्ययः न दृश्यते चेत् सः लकारः आर्धधातुकलकारः. सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ्, आर्धधातुकलकाराः लिट् लुट् ल्युट् आशीर्लिङ् लुट् ल्यु. अयं भेदः नितरां महत्त्वपूर्णः यतः अत्र अष्टम यः पूर्वे यः पठितं तत्र किं लिखितं तत् वदतु भगिनि. दशलकाराः गणद्वये गणद्वयम् अस्ति, सार्वधातुकलकाराः तथा आर्धधातुकलकाराः. क्रियापदस्य निर्माणं भवति तत्र धातोः मूलरूपं तथा अग्रे विवक्षानुगुणं लकारः आनीयते. उदाहरणार्थं वद योग लट् तत्र प्रथमपुरुष एकवचनं तत्र टिप् प्रत्ययः आयाति, तत्र पकारस्य अत्र लट् लट् कुत्र गच्छति, किमर्थम् अत्र वादयोगति एव दृश्यते? तत्र लट् स्थाने तिब्बादयः आनयन्ति. आदिष्टः इत्युक्ते तत्र लः अपगच्छति, लकारः लट् लकारे टकारस्य इत्संज्ञा अस्ति अकारः उच्चारणार्थं, सो ल एव अवशिष्यते. अतः अत्र लस्य इति सूत्रस्य प्रसक्तिः भवति. सो लस्य स्थाने, लस्य इति षष्ठी अन्तम् अस्ति, तस्य स्थाने विवक्षानुगुणम् अस्माभिः तत्र तिबादयः योजनीयं. यदि एकवचनस्य विवक्षा अस्ति तत्र तिप् योजनीयम्, द्विवचनस्य विवक्षा अस्ति चेत् तस् योजनीयं. सो अत्र तु ति विषये तिप् विषये उदाहरणं दत्तं. सो तत्र लः अपगच्छति, तस्य स्थाने तिबादयस्य विधानं, तिबादयः आयाति. अनन्तरं वद् वद् योग तिप् तिप् आयाति, तत्र प पकारस्य हलन्त्यं सूत्रेण इत् संज्ञा भूत्वा तस्य लोपः इति सूत्रेण तस्य लोपः भवति, ति एव अवशिष्यते. तदा अवशिष्यते तदा वद् योग ति इति भवति. तयोः मध्ये कोऽपि प्रत्ययः नास्ति अत्र वद् योग ति अत्र. अनन्तरं हा अते किमपि नास्ति, तेन किम् मध्ये वदतु. अत्र लकारे क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुक तिङ् प्रत्ययः अस्ति, साक्षात् दृश्यते. हा तिङ् प्रत्ययः अत्र कर्तर्थे अस्ति. सत्यं. हा तत्र तथा सः लकारः सार्वधातुकलकारः इति उच्यते. किमर्थं सार्वधातुकी न दृश्यते? तत्तु सत्यं, वादप्रत्ययः साक्षात् तिबादयं पश्यति, मध्ये किमपि नास्ति. सो धातुः साक्षात् तिबादयः पश्यति अत्र लट् लकारे, यथा अत्र लट् लकारस्य उदाहरणम् अस्ति. सो लट् लकारे धातुः साक्षात् अनन्तरं सार्वधातुसंज्ञकप्रत्ययः अस्ति, तत्र तेन किं भवति? यदा धातुः सार्वधातुकप्रत्ययः कर्तर्थक् सार्वधातुकप्रत्ययः पश्यति, तदा कस्य सूत्रस्य प्रसक्तिः भवति? सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं. परन्तु वयं जानीमः अत्र विकरणप्रत्ययः अपि आयाति न मध्ये भगिनि, तिबादयस्य कारणेन अत्र विकरणप्रत्ययः मध्ये आयाति. सो विकरणप्रत्ययस्य कृते अत्र कारणं किम् अस्ति? सार्वधातुकर्तर्थक्प्रत्ययः. सो कर्तरि शप् सार्वधातुके इति सूत्रस्य अत्र प्रसक्तिः भवति. सो कर्तरि शप् सार्वधातुके इति सूत्रं वदति धातोः अनन्तरं कर्तर्थ. सार्वधातुकप्रत्ययः अस्ति चेत् तत्र शप् विधानं, शप् तत्र आनेतव्यम्. अतः कर्तरि शप् सार्वधातुके इति सूत्रे तत्र निमित्तम् अस्ति सार्वधातुकप्रत्ययः. सार्वधातुकप्रत्ययः निमित्तं भवति शप् यो अथ नो चेत् शन् नो चेत् श. अतः तादृशनामकरणम् एव मात्रा कृतं सार्वधातुकलकाराः. सो एतेषु चतुर्षु लकारेषु लट् लोट् लङ् विधिलिङ्ग् लकारेषु एतेषु चतुर्षु लकारेषु धातुः साक्षात् तिबादयः पश्यति, मध्ये किमपि व्यवधानं नास्ति. यथा लट् लकारे वयं दृष्टवन्तः, तथैव लोट् लकारे, तथैव लङ् लकारे, तथैव विधिलिङ्ग् लकारे. अतः एतेषु चतुर्षु लकारेषु सर्वत्र यदा वयं लोट् योजयामः तत्रापि विवक्षानुगुणं ल स्थाने तिप् आयाति, परन्तु तत्र तिबादयस्य कृते भिन्न आदेशः, तत्र तु भवति. लट् लकारे तु ति एव अवशिष्यते, तद् भिन्नविषयः. परन्तु धातुः साक्षात् सार्वधातुकर्तर्थक् तिबादयः लोट् लकारे अपि पश्यति, साक्षात् परे अस्ति, मध्ये किमपि नास्ति. सिमिलर्लि लङ् लकारे अपि वदयोग ति अस्ति, परन्तु ति इति तत्र लङ् लकारस्य स्थाने ति. तत्रापि धातुः साक्षात् कर्तर्थक् सार्वधातुकप्रत्ययः पश्यति. सिमिलर्लि विधिलिङ्ग् लकारे अपि यदा मम विवक्षा विधिलिङ्ग् लकारस्य अस्ति, वादयोग ति तत्रापि भवति, समानप्रक्रिया अस्ति. परन्तु तत्र यः तिबादयः सः विधिलिङ्ग् लकारस्य तिबादयः. तत्र अपि धातुः साक्षात् कर्तर्थक् तिबादयः पश्यति, तिवादयः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः. अतः एतेषु चतुर्षु लकारेषु लट् नो चेत् लोट् नो चेत् लङ् विधिलिङ्ग् तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य सर्वत्र प्रसक्तिः भवति. अतः माताजीना किं कृतं, माताजी मात्राभिः किं कृतं, सार्वधातुक् इति तत्र नामकरणं दत्तं. सो चतुर्णां लकाराणां तत्र सार्वधातुक् लकारः, किमर्थं चेत् अत्र सार्वधातुक् कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति. अनन्तरं कस्मिन् गणे वद् अस्ति इति अपि चिन्तनम् आवश्यकं, किमर्थं चेत् यदि वद् भुवादिगणे नास्ति, तत्र तस्य गणस्य विकरणप्रत्ययः शप् प्रबाद्य शप् कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते तत्र अपवादसूत्राणि सन्ति, यथा दिवादिभ्यः शन्, सः अपि सार्वधातुकर्तर्थक् प्रत्यये परे धातोः दिवादिगणे ये धातवः तेषाम् अनन्तरं शन् विधीयते. अतः तत्र दिव्योगति कुर्मः चेत् तत्र शन् आयाति न तु शप् आयाति. तथैव यदि क्रयादिगणस्य धातुः अस्ति तत्र श्ना आयाति शप् न आयाति. अतः घनचिन्तनम् आवश्यकं कुत्र? यत्र कर्तर्थक सार्वधातुकप्रत्ययः धातोः साक्षात् दृश्यते तत्र एव घनचिन्तनम् आवश्यकं. धातुः कस्मिन् गणे अस्ति इति घनचिन्तनम्. अतः चतुर्णां लकाराणां माताजी तत्र सार्वधातुकलकारः इति नामकरणं दत्तं. किमर्थं चेत् अत्र सार्वधातुकप्रत्ययः धातोः अनन्तरं साक्षात् दृश्यते अस्ति साक्षात् परे अस्ति. अतः कर्तरि शप् दिवादिभ्यः शन् तुदादिभ्यः शः तनादिकृन्भ्यः उः एतेषां सूत्राणां तत्र प्रसक्तिः भवति. परन्तु यः द्वितीयं नामकरणमस्ति आर्वधातुकलकाराः तत्र किमर्थम् तत्र किं तत्र धातुः कर्तर्थक सार्वधातुकप्रत्ययः न पश्यति वा इति तत्र प्रश्नः. अग्रे पश्यामः तत्र किमर्थं न पश्यति. लिट् लकारे लुट् लकारे लृट् लकारे किमर्थं तत्र प्रक्रिया तु समानमस्ति. लः अपगच्छति तस्य स्थाने तिबादयः सो तत्र किमर्थं न पश्यति तत्र किं भवति इति अग्रे पश्यामः. यः नवम बिन्दुः अस्ति. अस्तु भगिनि धन्यवादः. महोदये अत्र किञ्चित् कन्फ्यूशन् अस्ति. सार्वधातुकम् इत्युक्ते तिंशित् सार्वधातुकं खलु? वै अत्र किमर्थम् एतत् नामकरणं भगिनि? कुत्र किमर्थं नामकरणं? भगिनि एतादृशः नामकरणं महर्षिणा न दत्तं मात्रा एतादृशनामकरणं कृतं कृता. सो अनेन किं भवति यदि वयम् एतादृशः चिन्तनं सी अष्टाध्यायीग्रन्थे लकाराणां कृते एतादृशनामकरणं नास्ति. सार्वधातुक् इति नामकरणं तु प्रत्ययानां कृते. आर्धधातुक् इति नामकरणं तु अष्टाध्यायीग्रन्थे प्रत्ययानां कृते न तु लकाराणां कृते. सर्वे लकाराः मूले आर्धधातुकसंज्ञकाः. तिंशित् नास्ति अतः आर्धधातुकं शेषः. लट् लोट् लङ् लिट् सर्वे आर्धधातुकसंज्ञकाः. परन्तु लकाराणां कृते एतादृशः विभजनं मात्रा कृतं. माता पुष्पादीक्षित् न एतादृशः. किमर्थं चेत् एतेषु चतुर्षु लकारेषु कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः. अन्येषु षट्षु लकारेषु यद्यपि प्रक्रिया समानम् अस्ति तथापि तत्र कर्तरि शप् सूत्रस्य सार्वधातुके इति सूत्रस्य प्रसक्तिः नास्ति. किमर्थं नास्ति अग्रे पश्यामः. परन्तु अतः सार्वधातुकलकारेषु द प्रक्रिया द प्रोसेस् आफ् मेकिङ्ग् द तिङ् तिङ् क्रियापदम् एकसमानम् अस्ति. आर्धधातुकलकारेषु तिङ्गा तिबादयस्य तिङ् प्रत्ययस्य तिङ्गपदस्य निर्माणार्थं प्रक्रिया भिन्ना. अतः विभजनम् आवश्यकं तेन सौलभ्यं भवति. लट् विषये जानीमः चेत् यः अत्र यदि अदन्तमङ्गम् अस्ति चतुर्षु गणेषु तादृशसमानप्रक्रिया लोट् विषये लङ् विषये विधिलिङ्ग् विषये. सार्वधातुकलकारेषु यदि धातुः अन् अदन्तं तत्र अङ्गं निष्पद्यते तिबादयस्य कृते तत्र समानप्रक्रिया भवति. अतः अनेन विभजनेन यः यः अत्र लकाराणां नामकरणम् अस्ति तत्र अग्रे गत्वा एतत् वयम् अवगन्तुं शक्यते. तत्र सौलभ्यं भवति कस्य कृते? तिङ्पदस्य निर्माणार्थं तत्र सुलभतया प्रक्रिया वयम् अवगन्तुं शक्यते इति तत्र अतः तत्र लकाराणां कृते एतादृशः नामकरणं मात्रा कृतं न तु महर्षिणा कृतं। महर्षि तु सार्वधातुक् इति संज्ञा प्रत्ययानां कृते दत्तं न तु लकाराणां। परन्तु एतादृशः विभजनं तत्र पूर्वे ये वैयाकरणः आसीत् केनापि न कृतं। यदि वयं कौमुदीग्रन्थं कौमुदीकारस्य ग्रन्थः पश्यामः तत्र कथमस्ति वदविषये तत्र प्रथम लट् लकारस्य तत्र रूपम् अनन्तरं लोट् अनन्तरं लिट् लृट् लङ् विदिलिङ्ग् सो एकम् कृते तत्र दश लकाराणां रूपाणि अनन्तरं द्वितीयधातु पठ् धातु तस्पाठ धातुः दश लकाराणां रूपाणि सो तत्र बेसिकलि तत्र लाजिक् यः अस्ति वयं न अवगन्तुं शक्यते। सो इट् बिकम्स् डिफिकल्ट् टु मेमरैज् आल् फार् वन् धातुः यु हेव् टु रिमेम्बर् दश लकाररूपाणि। परन्तु माता वदति तथा न करणीयं, महर्षि तथा न इच्छति। सूत्राणां तत्र विभजनम् एतादृशः एव अस्ति। यदि तत्र लकारः सार्वधातुकप्रक्रिया भवति चेत् यत्र येषु येषु लकारेषु कर्तरि शब्दसूत्रस्य प्रसक्तिः भूत्वा तत्र गणचिन्तनम् आवश्यकं, तेन किं कृतम्, एकं गणः तेषाम् एकं गणसमूहः। यत्र यत्र कर्तरि शब्दसूत्रस्य प्रसक्तिः न भवति येषु येषु लकारेषु ते तत्र भिन्नप्रक्रिया भवति, अतः मात्रा एतादृशः तत्र विभजनं लकाराणां कृतं। सो अनेन रीत्या पठामः चेत् तत्र रटनस्य रटनयः क्रिया अस्ति तत् न आवश्यकम्। एकवारं लाजिक् वयं पश्यामः चेत् वयं सर्वेषां धातूनां तत्र रूपाणि तत्र कथं निष्पद्यते इति वयम् अवगन्तुं शक्यते। अतः एव एतादृशः तत्र पौष्पी प्रक्रिया, एतस्य नाम अस्ति पौष्पी प्रक्रिया। यथा तत्र कौमुदी प्रक्रिया अस्ति तथैव अत्र पौष्पी प्रक्रिया, पुष्पादीक्षद्वारा दत्तं यः प्रक्रिया सः पौष्पी प्रक्रिया। तेन किं भवति, तिङ्ग् पदानां निर्माणार्थं तत्र सौलभ्यं भवति। एतादृशः तत्र पठामः चेत् अस्तु। इदानीं पश्यामः, भवती एव पठतु। अयं भेदः नितरां महत्त्वपूर्णः यतः धातुना तिङ्प्रत्ययः दृश्यते चेत् तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति। एकैकस्य गणस्य स्वस्य पृथक् विकरणप्रत्ययः विकरणलोपो वा इति अस्माभिः प्रथमपाठे दृष्टम्। तेन विकरणभेदेन तिङन्तरूपाणि भिद्यन्ते। तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययाणां कारणेन, गणस्य लक्षणं प्रत्ययेन ज्ञायते। अतः अत्र अवधेयं विकरणप्रत्ययाः यत्र आयान्ति तत्र धातोः तिङन्तरूपस्य ज्ञानार्थं धातुः कस्मिन् गणे अस्ति इति अवश्यं बोध्यम्। केषु लकारेषु विकरणप्रत्ययाः आयान्ति, यत्र कर्तर्थे धातुना तिङ् प्रत्ययः दृश्यते, तत् कुत्र सार्वधातुकलकारेषु इति। आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते, अतः विकरणप्रत्ययः न आयाति। विकरणप्रत्यय नायाति अतः तत्र गणभेदेन तिङन्तभेदः न जायते फलितार्थः एवं यत् सार्वधातुकलकारेषु गणीया चर्चा करणीया आर्धधातुकलकारेषु गणीया चर्चा न अपेक्षिता तत्र गणस्य विषयः न आयाति एव सो एतत् द्रष्टव्यं कुत्र गणस्य चिन्तनं करणीयं कुत्र न करणीयम् इति एकैकस्य गुणस्य स्वस्य पृथक् विकरणप्रत्यय प्रतिगणस्य एक विकरणप्रत्ययः अस्ति अनुबन्धलोपानन्तरं तस्य आकृतिः भवति तत् एव गणस्य लक्षणं सूचयति इति उक्तम् भिद्यन्ते इत्युक्ते किं भगिनि भिन्नभिन्न भवन्ति भिद्यन्ते इत्युक्ते भेदः तत्र जायते भेदः केन आधारेण तत्र भेदः जायते विकरणप्रत्ययस्य भाग आधारेण कुत्रचित् न श्रूयते कुत्रचित् नो श्रूयते कुत्रचित् अय केवलम् अय श्रूयते या श्रूयते कुत्रचित् अय श्रूयते चोरयति अयति तत्र श्रूयते दृश्यते तत्र य श्रूयते या इति भागः श्रूयते सो दृश्यते यदि वयं वदामः तत्र या श्रूयते सो तत्र रूपाणि भिद्यन्ते सो सार्वधातुक यत्र यत्र गणचिन्तनं भवति सार्वधातुकलकारेषु यद्यपि वयं किं वदामः प्रक्रिया समाना इत्युक्ते तस्य आधारेण तत्र तिङन्तरूपम् अपि समानं भवति इति नास्ति परन्तु सूत्राणां यः तत्र अस्माभिः तत्र चयनं करणीयं तत् समानम् अस्ति परन्तु तत्र भेद तिङन्तरूपाणि भिद्यन्ते कुत्रचित् दृश्यते कुत्रचित् केवलम् अश्रूयते भवति कुत्रचित् लिखति इति भवति सो मध्ये यः भागः तस्य गणविकरणप्रत्ययस्य आधारेण तत्र रूपाणि भिद्यन्ति कुत्रचित् अय श्रूयते कुत्रचित् नो श्रूयते कुत्रचित् न श्रूयते परन्तु प्रक्रिया समाना इत्युक्ते लट् लोड् लङ् विदिलिङ् लकारेषु तत्र गणचिन्तनम् इति वयम् इदानीं जानीमः तत्र गणचिन्तनम् आवश्यकं धातुः कस्मिन् गणे अस्ति इति ज्ञानम् आवश्यकम् अवश्यबोध्यं धातुः कस्मिन् गणे अस्ति सार्वधातुकलकारेषु इति अवश्यं बोध्यम् किमर्थं चेत् प्रत्येकस्य गणस्य पृथक् विकरणप्रत्ययः अस्ति सर्वेषां कृते शप् एव नास्ति प्रथमगणे शप् विधीयते चतुर्थगणे अपि शप् अस्ति परन्तु शप् प्राक् तत्र निच् योजनीयम् तथैव तत्र तुदादिगणेषु योजनीयम् परन्तु अदादि अपि च ज्योत्यादिगणे विकरणप्रत्ययस्य लोपः भवति अपगच्छति परन्तु प्रथमे तु विकरणप्रत्ययः आयाति तत्सु प्रथम द्वितीयगणे तृतीयगणे शप् एव विकरणप्रत्ययः परन्तु शप् प्रत्ययस्य तत्र लोपः जायते कुत्रचित् लुक् भवति कुत्रचित् श्लु इत्यनेन द्वित्वकार्यं भवति सो सार्वधातुकलकारेषु एव गणचिन्तनं करणीयम् अनन्तरं वदति ये अन्ययः द्वितीयगणः अस्ति लिट् लुट् आशीर्लिङ्ग् लुङ् लृङ् तत्र गणचिन्तनम् आवश्यकं न करणीयं तत्र परन्तु यदि वयं कोमदीकारस्य ग्रन्थः पश्यामः तत्र तादृशचिन्तनम् अपि अस्ति, धातुः एतस्मिन् गणे अस्ति अतः तत्र अस्य कृते तत्र अपवादसूत्रं, परन्तु माता वदति तथा नास्ति, महर्षिः तथा न इच्छति, तत्र सूत्राणां यः तत्र क्रमः सूत्राणाम् अध्ययनं कुर्मः चेत् महर्षिः तदेव इच्छति, अस्माभिः प्रथमे तत्र लट् लोट् लङ् विधिलिङ्ग् एतेषां लकाराणां तत्र तिङन्तरूपाणि तत्र अस्माभिः तत्र तेषां निर्माणं करणीयम्, अनन्तरं ये अन्यलकाराः तत्र भिन्नप्रक्रिया भवति, अतः प्रक्रिया जानीमः चेत् अपि च लकाराणां भेदः जानीमः चेत् वयं तत्र सुलभतया अग्रे कर्तुं शक्यते इति अत्र लिखितं। सो अत्र किं वदति, प्रथमे वदति तत्र लट् लोट् लङ् विधिलिङ्ग् एतेषु चतुर्षु लकारेषु धातुः साक्षात् कर्तर्थक् शिवादयः पश्यति, अत्र वदति लिट् लुट् लृट् आशीर्लिङ्ग् लृङ् अपि च लुङ् लकारे, अत्र धातुः तिबादयस्य मध्ये किञ्चित् व्यवधानम् अस्ति, बाधा अस्ति, कोऽपि भिन्नप्रत्ययः मध्ये आगत्य तिष्ठति, अतः अत्र कर्तरिषभ् सार्वधातुकस्य प्रसक्तिः नास्ति, यत्र कर्तरिषभ् सूत्रस्य प्रसक्तिः नास्ति तत्र गानचिन्तनमपि अनावश्यकं न करणीयम्, ये घनविकरणप्रत्ययाः ते शप् प्रबाद्य एव आयान्ति, ते सर्वाणि सूत्राणि कर्तरिषभ् सूत्रस्य अपवादसूत्राणि, निमित्तं समानं तत्र कर्तर्थक् सार्वधातुकप्रत्ययपरे शन् कर्तर्थक् सार्वधातुकप्रत्ययपरे श कर्तर्थक् सार्वधातुकप्रत्ययपरे श्ना, सो निमित्तं समानं, धातुः कर्तर्थक् सार्वधातुकप्रत्ययः पश्यति चेत् शप् औत्सर्गिकरूपेण शप्, परन्तु यदि धातुः स्वादिगणस्य अस्ति तत्र शप् न आयाति तत्र श्नु आयाति, तथैव धातुः तुदादिगणस्य अस्ति चेत् तत्र कर्तरि शप् न आयाति तत्र श आयाति, किमर्थं चेत् कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते अपवादसूत्राणि सन्ति, अग्रे एव तस्मिन् स्थले एव दत्तं, तस्मिन् प्रकरणे एव दत्तं यत्र कर्तरिषप् सूत्रम् आरभ्यते, तस्य अनन्तरम् एव सर्वाणि अपवादसूत्राणि सन्ति, अतः केवलं चतुर्षु लकारेषु एव गणचिन्तनं करणीयम्, अन्येषु षट्षु लकारेषु धातुः कस्मिन् गणे अस्ति, कस्मिन् गणे अस्ति, नवमगणे वा सप्तमगणे वा चतुर्थगणे वा इति तत्र अनावश्यकं, तद् ज्ञानं न अपेक्षितं, किमर्थं चेत् तादृशज्ञानं किमर्थं, कर्तरिषप् सूत्रस्य कृते यानि अपवादसूत्राणि तस्य कृते एव तद् ज्ञानम् आवश्यकम्, अन्यथा तु अनावश्यकं, यत्र कर्तरिषप् सूत्रस्य प्रसक्तिः न भवति तत्र अन्येषां सूत्राणां प्रसक्तिः अपि न भवति, किमर्थं चेत् निमित्तं समानं, कर्तर्थक् सार्वधातुकप्रत्ययपरे कार्यं, कर्तर्थक् सार्वधातुकप्रत्ययपरे शन् प्रत्ययस्य आगमः, श प्रत्ययस्य आगमः, श्नम् प्रत्ययस्य आगमः, ऊ प्रत्ययस्य आगमः, अत्र लिखितम् एतेषु षट्षु लकारेषु तत्र धातुः सार्वधातुक् तिबादयः सार्वधातुक् कर्तर्थक् प्रत्ययः न पश्यति, यद्यपि कर्तर्थक् अस्ति सार्वधातुकसङ्ख्यकः नास्ति, किमर्थं नास्ति इति वयम् अग्रे पश्यामः, एतेषु षट्षु लकारेषु किमर्थं तत्र धातुयोग यः तिप् भवति सः किमर्थं अथवा तत्र धातुयोगत्यप् पूर्वे एव तत्र स्य तास् चिल्लि आयाति, अतः तिप् न पश्यति, साक्षात् परे न पश्यति, स्य अर्धधातुक् तास् अर्धधातुक् चिल्लि अर्धधातुक्, अतः कर्तरिषप् सार्वधातुके इति सूत्रस्य प्रसक्तिः न भवति, अत्र सूत्रमस्ति महोदय, अत्र आर्धातुकारे वदतु, वदामि महोदय, आर्धातुकारे तिप् न आयाति सम्यक् वा, आर्धधातुकारे किमर्थं तिप् न आयाति, तिप् तु आयाति एव न, परन्तु तिप् तिप् तत्र परिवर्तनं भवति न, सूत्रे परिवर्तनं भवति, स्यान् आयाति स्य लकारे आर्धातु सार्धातु किञ्चित् साधातुः अस्ति तत्र साधातु लकारः अस्ति शृणोतु महोदय, एकवारं शृणोतु महोदय, यदा अहं वादयोग लृट् कुर्मः, यदा अहं लृट् लकारस्य विवक्षायां वादयोग लृट् कुर्मः, तत्र तस्मिन् सोपाने प्रथमसोपाने एव शतासि लृ लुटो इति सूत्रस्य प्रसक्तिः भवति. महर्षिणा तादृशसूत्रं दत्तं शतासि लृ लुटो. लृट् लकारस्य विवक्षायां धातोः किं विधीयते? स्य विधीयते. सूत्रं तादृशं तत्र न लिखितम्. आर्धधातुकप्रत्यये परे अस्ति चेत् स्य योजनीयं, तत्र लिखितं लृट् लकारे लृट् लकारस्य योजयामः धातोः अनन्तरं लृट् योजयामः चेत् तत्र स्य योजनीयं, स्य प्रत्ययस्य आगमः भवति. सो तत्र वादयोगस्य योग ल इदानीम्, अनन्तरं लस्य इति सूत्रस्य प्रसक्तिः. लस्य इति सूत्रेण तत्र ल स्थाने तिप् आयाति एकवचनस्य विवक्षायां. परन्तु अत्र किमस्ति, वादयोगस्य योग ति अस्ति. सो धातुः स्य पश्यति, न तु ति पश्यति. यद्यपि कर्तार्थक सार्वधातुकप्रत्ययः तत्रापि अस्ति, परन्तु साक्षात् परे नास्ति. तत्र साक्षात् परे तु स्य अस्ति, स्य आर्धधातुक्. अतः कर्तरिषप्सूत्रस्य प्रसक्तिः न भवति. सो शतासि लृ लुटो. सो शतासि स्य अपि च तास् इति विधानं लृट् लकारे लृङ् लकारे स्य विधानम्, लुट् लकारे तास् विधानम्. सो अत्र लृ इति यः अस्ति शतासि लृ लुटो, लृ इत्यनेन न केवलं लृट् लकारः परन्तु ऋङ् लृङ् लकारः अपि अस्ति. सो लृट् लकारस्य विवक्षायां नो चेत् लृङ् लकारस्य विवक्षायां द्वयोः तत्र विवक्षायां धातुः अनन्तरं स्य विधीयते. स्य इति आगमः भवति. तथैव तत्र एकनिमिषः महोदय. सो लृट् लकारे धातुः तिवादयः न पश्यति, लृङ् लकारे धातु तिवादयः न पश्यति. किं पश्यति? स्य पश्यति. लृ लुटो. सो लुट् लकारे तास्. सो लुट् लकारस्य धातुयोग लुट् कुर्मः चेत् लुट् लकारस्य विवक्षायाम् एव प्रथमसोपाने लस्य प्राक् एव तत्र तास् विधीयते. तास् इति शब्दसमूहस्य तास् इति प्रत्ययस्य विधानं. सो धातु तास् पश्यति, अनन्तरं तिप् अपि आयाति. परन्तु धातुः तिप् न पश्यति, धातु तास् पश्यति. तास् इति प्रत्ययः तिंशित् नास्ति, आर्धधातुक् अस्ति. अतः तत्र कर्तरिषप्सूत्रस्य प्रसक्तिः न भवति. सिमिलर्ली चिलिलुङ्गि, चिलिलुङ्गि इति सूत्रेण लुङ् लकारस्य विवक्षायां धातोः चिलिप्रत्ययः विधीयते. चिलिप्रत्ययः अपि तिङ् आर्धधातुकं शेषः इत्यनेन आर्धधातुक् संज्ञकः. अतः तत्रापि लुङ् लकारे अपि कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः न भवति. औत्सर्गिकसूत्रस्य प्रसक्तिः न भवति, अपवादानां प्रसक्तिः अपि न भवति. अतः 1, 2, 3. सो लृट् लकारे लृङ् लकारे लुङ् अपि च लुट् लकारे. सो चतुर्षु लकारेषु धातुः स्य नो चेत् तास् पश्यति, न तु तिबादयः सार्वधातुकतिबादयः पश्यति. इदानीं लिट् अपि च आशीर्लिङ्ग्लकारे महर्षिः साक्षात् वदति अत्र तिंशित् सार्वधातुकम् आर्धधातुकं शेषः लिट् च लिङ्गाशीषि. क्रमेण एतानि चत्वारि सूत्राणि ग्रन्थे दत्तानि. सो तिंशित् सार्वधातुकम् आर्धधातुकं शेषः लिट् च. सो लिट् च सूत्रे आर्धधातुक् इति पूर्वसूत्रात् अनुवृत्तिः भवति. सो लिट् लकारे येति वादयः ते साक्षात् आर्धधातुकसंज्ञकाः. यद्यपि अत्र धातुयोग लिट् कुर्मः तत्र किमपि मध्ये विधानं नास्ति, व्यवधानं नास्ति, परन्तु तत्र समानकार्यं भवति. वद्योगति तत्रापि वद्योगति अस्ति, परन्तु तत्र लिट् लकारे ति इति प्रत्ययः आर्धधातुकसंज्ञकः. सो लिट् लकारे तिबादयः आर्धधातुकसंज्ञकः. सो लिट् च इति सूत्रं चितिंशित् सार्वधातुकम् इति सूत्रस्य अपवादसूत्रम्. प्रथमे वदति सर्वे तिबादयः सार्वधातुकसंज्ञकः, इदानीं वदति लिट् लकारे ये तिबादयः ते अर्धधातुकसंज्ञकाः. अतः कर्तरि शब् कार्यं न करोति, तस्य प्रसक्तिः लिट् लकारे अपि न भवति. सिमिलर्लि अनन्तरम् अस्ति लिट् च लिङ्गाशीषि, आशीर्लिङ्ग् लकारे केवलं लिङ्गाशीषि वदति, विधिलिङ्ग् न वदति. आशीर्लिङ्ग् लकारे अपि तिबादयः साक्षात् अर्धधातुकसंज्ञकाः, अतः कर्तरि शब् सूत्रस्य प्रसक्तिः न भवति. तत्र एतेषु षट्षु लकारेषु धातुः आर्धधातुकप्रत्ययः पश्यति, साक्षात् परे आर्धधातुकप्रत्ययः, अतः कर्तरि शब् सूत्रस्य प्रसक्तिः एतेषु षट्षु लकारेषु नास्ति, अतः गणचिन्तनमपि न करणीयम् इति तत्र मुख्यभेदः. Meaning to say, little, little, little, asirling, long, long, direct the thing, pratyaya na drishyate. Dhatvat ling, little lakare drishyate, tivadaya ha drishyate, parantu tatra tivadaya ha ardha dhatuk sangya kaha. Kartartha kasti, parantu ardha dhatuk sangya kaha asti. Sutra dharin, sangya sutrin. सिमिलर्लि आशीर्लिङ्ग् लकारे धातुः साक्षात् अनन्तरं तिबादयः दृश्यते, परन्तु तत्र तिबादयः अर्धधातुकसंज्ञकः, साक्षात् सूत्रे एव दत्तं, सूत्रमस्ति तत्र. परन्तु चतुर्षु लकारेषु तिबादयः यद्यपि सार्वधातुकसंज्ञकः कर्तर्थे अस्ति, तथापि मध्ये किञ्चित् व्यवधानम् अस्ति, बाधा अस्ति. स्यरूपी बाधा, तास् रूपी बाधा, चिली रूपी बाधा, अतः तत्र कर्तरिषब् सूत्रस्य प्रसक्तिः न भवति इति तत्र महान् भेदः अस्ति. इदानीम् अत्र पठामः. अग्रे कः पठति? मञ्जरी भगिनी अग्रे पठति वा उदाहरणम्? आम् आचार्य, उदाहरणार्थं सार्वधातुकलकारः लट् वद्योगलट् वद्योगति, अनन्तरं वद्योग शप् योगति, वद्योग अयोगति वदति इति रूपम्. इत्युक्ते शप् प्रत्ययस्य कृते निमित्तं किं भगिनि, केन कारणेन शप् आयाति? किं कारणं किम् अस्ति शप् प्रत्ययस्य? यः शप् प्रत्ययस्य आगमः भवति तस्य कृते कारणं किम् अस्ति? तिवा तिप् प्रत्ययः, तिप् प्रत्ययः तिंशित् सार्वधातुकम् इति सूत्रेण तिप् प्रत्ययः सार्वधातुकसंज्ञकः, अपि च कर्तरिप्रयोगे अस्ति, अतः धातुः साक्षात् सार्वधातुक कर्तर्थक् प्रत्ययः पश्यति, अतः शप् आयाति. लट् लकारे तिबादयः सार्वधातुकसंज्ञकः, केवलं लकारद्वये एव तिबादयः अर्धधातुकसंज्ञकः, ते के? लिट् अपि च आशीर्लिङ्ग्. अन्येषु तत्र अन्ये सर्वे लकाराः तत्र तिंशित् सार्वधातुकम् इत्यनेन तिबादयः सार्वधातुकसंज्ञकः एव, केवलं लिट् लकारे तिबादयः आर्धधातुकसंज्ञकः, आशीर्लिङ्ग् लकारे तिबादयः आर्धधातुकसंज्ञकः. तत्र भिन्नभिन्नसूत्रमस्ति, लिट् च लिङ्गाशीषि इति तत्र सूत्रद्वयम्. प्रथमे अस्ति 113 और 114 तिंशत् सार्वधातुकं, 115 अस्ति आर्धधातुकं शेषः, 116 अस्ति लिट् च, 117 अस्ति लिङ्गाशीशी. सो लिङ्गाशीशी अपि आर्धधातुक्, लिट् अपि आर्धधातुक् संज्ञकः. तिबादयस्य विषये अग्रे अपि पठतु. 11 सूत्रम् 11, 12, 13, 14 क्रमेण एतानि सूत्राणि सन्ति. तत्र एक्साक्ट् सूत्रसङ्ख्या किम् अस्ति, एतेषां चतुर्णां सूत्राणां सङ्ख्या तत्र क्रमेण अस्ति. प्रथमाध्याये अस्ति वा? किमर्थं प्रथमाध्याये महोदय? अत्र धातोः इति विधानं 11 न अस्ति. ऐ सेड् 113, 114 तृतीयाध्याये अस्ति. अत्र धातोः इति अधिकारः न महोदय. तथा न, 113, 114, 115 समथिङ्ग् लैक् देट्. तृतीयाध्याये एव एतानि सूत्राणि, चत्वारि सूत्राणि. अत्र धातोः विधीयते, धातोः ये प्रत्याः तेषाम् एव नामकरणं सार्वधातुक् नो चेत् अर्धधातुक्. अतः तृतीयाध्याये एव एतानि सूत्राणि. अग्रे अपि पठतु भगिनि. उपरितने क्रमे धातुना तिङ् प्रत्ययः ति दृश्यते. पद योगति नाम मध्ये कापि बाधा, किमपि व्यवधानं नास्ति. धातुना तिङ् प्रत्ययः दृश्यते इति कारणतः कर्तरि शप् इत्यनेन सूत्रेण मध्ये विकरणप्रत्ययः शप् विहितः. वादिगणे शप् तिष्ठति, अपरेषु गणेषु शपं प्रबाद्य तत्तद्गणे अन्ये विकरणप्रत्ययाः आयन्ति. एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन् गणे अस्ति इति ज्ञातव्यम्. अर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थम् पठामि वा अग्रे? अग्रे पठतु, पठतु. हा, किमर्थं न आयाति इत्यत्र किञ्चित् पश्येम. अर्धधातुकलकारः ल्युट् लृट् लृट् लृट् वद योग लृट् वद योगस्य योग लृट् लृट्. अत्र कस्य सूत्रस्य प्रसक्तिः भगिनि? स्य केन सूत्रेण आयाति? स्य विधायकसूत्रं किं? चतासि लृ लुटो, चतासि लृ लुटो इति सूत्रम् अस्ति. धातोः स्य प्रत्ययः आयाति कदा लृट् लकारस्य नो चेत् लृङ्ग् लकारस्य विवक्षायां. सो लृङ्ग् लकारे अपि स्य, लृट् लकारे अपि स्य इति स्य प्रत्ययस्य विधायकसूत्रं. स्य अपि प्रत्ययः, नूतनशब्दसमूह तृतीयाध्याये यत्किमपि धातोः विधीयते तस्य प्रत्ययः परश्च इति सूत्रेण प्रत्ययः संज्ञा भवति. तस्य अपि प्रत्ययः तिंशत् धातोः अनन्तरं विधीयते. अतः धातोः अनन्तरं ये ये प्रत्ययाः विधीयन्ते सर्वदा तत्र द्रष्टव्यं तिंशत् इत्यनेन सार्वधातुक् वा आर्धधातुकं शेषः इत्यनेन आर्धधातुक् वा. सो स्य तिङ् नास्ति, स्यित् नास्ति. अतः स्य इति प्रत्ययः कीदृशप्रत्ययः? आर्धधातुक् प्रत्ययः. सो धातु अत्र आर्धधातुक् प्रत्ययः पश्यति. अतः अत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य विधानं तत्र प्रसक्तिः नास्ति. अग्रे वदतु. तथा वद योग स्यति, वद योग ई योगस्यति, वदिष्यति. उपरि अत्र ई कुतः आयाति भगिनि? केन सूत्रेण ईकारः आयाति? सूत्रं किमस्ति? आर्धधातुक् सेड् वलादेः, आर्धधातुक् सेड् वलादेः. स्य आर्धधातुक् अस्ति, वलादि अस्ति वा? सकारः वल् प्रत्याहारस्य वर्णः. सो सकारः वल् प्रत्याहारे अस्ति, अपि च स्य आर्धधातुक् अस्ति. सो आर्द्रधातुकस्य इडागमः, आर्द्रधातुकस्य प्रत्ययस्य इडागमः भवति यदि सः आर्द्रधातुप्रत्ययः वलादि अस्ति, प्रथमवर्णः वल् प्रत्याहारस्य अस्ति, सो सकारः वल् प्रत्याहारस्य वर्णः, अपि च तिंशित् नास्ति, अतः आर्द्रधातुकं शेषः इत्यनेन स्य आर्द्रधातुकसंज्ञकः, सो अत्र स्यतासि लृ सोरि आर्द्रधातुक सेड् वलादेः इति सूत्रस्य प्रसक्तिः भवति. वद् इति धातुः इडनुकूलः, सर्वे प्रायशः हलन्तधातवः सेट् धातवः, तत्र इडागमस्य निषेधः नास्ति. प्रायशः अजन्तदातवः अनिटदातवः, परन्तु भू अपवादः अस्ति प्रायशः, देट् इस् वै ऐ एम् सेयिङ्ग् प्रायशः, सर्वदा न. सो सर्वे अजादि दातवः अनिट् इति न, प्रायशः मोस्ट् आफ् द जनरली 90% आफ् द अजादि धातूस् आर् अनिट् धातूस्. Similarly, most of the halant dhatus yathavad are set dhatus. Tatra idagamasya nishedaha nasti. Ataha atra sya pratyaye idagamaha bhavati. Isyati iti bhavati. So vadishyati ikarasya karanena sakarasya parivartanam sya bhavati. Sutram kim asti? Kupi janati va? पूर्वे कुत्रचित् पठितम् आदेशप्रत्ययोः, तदेव सूत्रमस्ति. सो इन्को परे, इन्को वर्णे परे प्रत्ययस्य आदौ सकारः अस्ति चेत् तस्य श मूर्धन्य आदेशः भवति. इन्को इत्युक्ते अ आविहाय इ ऊरु, सो अत्र इकारः अस्ति. च इति यः सकारः सः प्रत्ययस्य प्रथमसकारः. सो आदेशप्रत्ययोः इति सूत्रेण अत्र सकारस्य पूर्वे इन्को वर्णः अस्ति, अतः अत्र सकारस्य श इति मूर्धन्य आदेशः भवति. सो इष्यति भवति, वदिष्यति इति रूपं भवति, तथैव पठिष्यति. यत्र यत्र स्य इति प्रत्ययस्य पूर्वे इन्को वर्णः अस्ति, इन्को इण् प्रत्याहारस्य वर्णः नो चेत् कु अस्ति, क ख ग ग न अस्ति, तत्र सकारस्य मूर्धन्य आदेशः भवति. सो रमासु परन्तु रामेषु, तत्र सु इति प्रत्ययः सकारः आदौ अस्ति, प्रत्ययस्य आदौ सकारः अस्ति. सो यदा रमायोगसु भवति तत्र आ अस्ति, रमासु, परन्तु रामेषु एकारस्य आदेशः भवति, एकारः सु पूर्वे अस्ति चेत् सु भवति, तथैव अत्र स श भवति. वदिष्यति आदेशप्रत्ययोः इति सूत्रम् सर्वैः अवगतं वा? इण् इत्युक्ते इ उ एव वा? तत्र मूर्धन्यनकारः इण् प्रत्याहारः, इण् को न अ इ उन् नास्ति, एकनिमिषः, तत्र सूत्रं लण् अपि अस्ति खलु, तत्र इण् प्रत्याहारे तत्र एकं पठितं न, इण् प्रत्याहारे पर् नकारस्य तत्र गन्तव्यम् इन् प्रत्याहार अप् टु लन् अनन्तरं कु. सो इङ्को परे कार्यं भवति, स्वरेषु केवलम् अ आ विहाय सर्वाणि सर्वे स्वराः, अपि च लन् इति यः अस्ति तत्र किमस्ति अयवरट अपि अस्ति. एकवारं तत्र सूत्रं पश्यामि. को ल अपि अस्ति, ल अपि अस्ति. इदानीं तु समयः अभवत्, सो अग्रिमेषु वर्गेषु वयं तत्र अत्र अस्मिन् अध्याये यः चतुर्थकरपत्रम् अस्ति, सार्वधातुकलकाराः आर्धधातुकलकाराः च अधिकचिन्तनं. सो वि विल् स्टार्ट् नाट् द सेकेण्ड् आर् थर्ड्, वि विल् स्टार्ट् दिस् फोर्थ् वन् बिकास् दीस् टू आर् रिलेटेड्. सो वि विल् फिनिश् दिस् फस्ट् एण्ड् देन् वि विल् गो टु दिस् फोर्थ् करपत्रम् because these two are related. There is some more examples or udharanani tatra santi chaturth karpatre atah agrimasmin varge tatra pashyamah atra sthagamah idanim to samayah bhavat. Kopi anya prashna asti va? Jagdish mahoday agrim madat kel ha varge tritiya adhyaye mandir da tritiya padhe asti tritiya प्रथमः अभवत् नै तृतीया अष्टाध्यायी परिचय प्रथमः अभवत् चतुर्थ भवति भविष्यति. जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्कारः, धन्यवादाः, पुनः मिलामः. धन्यवादः. हरि ओम्. धन्यवादः. धन्यवादः. सो